नमस्ते. तर्हि अद्य जुहोत्यादिगणे अजन्तदातवः इति विषयः प्रवर्तते. तर्हि धा इति धातुः, तस्मिन् विषये अद्य पश्यामः. तर्हि विस्तृतरूपेण किञ्चित् पश्यामः. तर्हि महोदय, ह्यः वदतु भगिनि. भगिनि वदतु. हरि ओं भगिनि, न श्रूयते भगिनि. अस्तु, तर्हि मणिमहोदय आरम्भं करोति वा? महोदय, आरम्भं करोति वा महोदय? आम् महोदय, भवान् आरम्भं करोति. ददा योगतः अत्रतः महोदय. एकनिमिषः, मम सङ्गणक ददा योगतः महोदय. ददा इति धातो कृते तिङ् प्रत्ययः निमित्तकम् अत्र महोदय. एकनिमिषं महोदय. अत्र ददास्तयोः च तर्हि आरम्भतः दुधान् दुधान् धा धातुः इति अस्ति खलु, बि इति परिच्छेदः, ततः आरभ्य रामप्रिया भगिनी पठति वा, भगिनी दृष्टवती वा? आम् आं भगिनि. दुदान् दा सुदान् धा धातु, दा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं, दा द्वित्वम् अभ्यासकार्यं च परिशीलनीयं. तद् प्रथमं वदामि वा द्वित्वम्? आम् अस्तु भगिनि. न एतत् वयं पूर्वं कृतवन्तः वा? आम् करोतु करोतु भगिनि, करोतु. प्रथमं श्लौ इति सूत्रेण ध धा इति भवति, अनन्तरं ह्रस्वः इति सूत्रेण ध धा इति भवति, चतुर्थ सदस्य धा इति विषये तत्रापि प्रथमं श्लौ इति सूत्रेण ध धा इति भवति, अनन्तरं अभ्यास अभ्यासे चर्चा इति किल, तत्तु अष्टमाध्यायस्य सूत्रमस्ति. तर्हि त्रिपादीसूत्रमस्ति, तर्हि ह्रस्वः इत्येव, ह्रस्वः एव दधा इति भवति. अनन्तरम् अभ्यासे चर्चा इति सूत्रेण चतुर्थधकारस्य स्थाने ध तृतीयसदस्यः आगच्छति, दधा. हलादिपित्सु आकारान्तेषु गुणः न भवति, अतः किमपि कार्यं नास्ति, धदा योगहति ददाति. अजादिपित्सु आकारान्तेषु गुणः न भवति, केवलं सन्धिकार्यं, ददा योगः आनि ददानि. हलादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः, ददा योगतः दद् योगः, आं तत्र आकारस्य लोपः भूत्वा दद् योगतः. अनन्तरं करीच इत्यनेन चत्वसन्धि भवति, दत्तः. अजादि अपित्सु श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति, ददा दद् भवति, अति ददति, ददति इति. अस्तु भगिनि, धन्यवादः. सुब्रह्मण्यमहोदय अग्रे वदति वा? हलाद्यपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति? ई हल्यघोः इत्यस्य प्रसक्तिः अत्र तु नास्त्येव. ई हलि अघोः अघोः इत्युक्ते न घुः अघुः तस्य घु इति काचन संज्ञा अस्ति धातुः धातुः च घु संज्ञकधातु स्तः अस्य कृते अधः दाधाघ्वदाप् इति सूत्रं विवृतम् अस्ति. इदानीम् अत्र यथा वयं दृष्टवन्तः हलादिपित्सु अजादिपित्सु हलाद्यपित्सु अजाद्यपित्सु इत्यस्य इत्येषां विषये अत्र इहगोः इति एकं सूत्रमस्ति. अत्र हलादि अपित्सु इत्युक्ते हलिपरे अत्र इ अल्य घोः इति सूत्रात् आकारस्य स्थाने ईकारादेशः भवति. परन्तु अत्र हलाद्यपित्सु केवलं श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः इति वयम् इदानीमेव दृष्टवन्तः. अत्र किमर्थम् इ अल्य घोः इत्यस्य प्रसक्तिः न भवति इति प्रश्नः. किम् अर्थमित्युक्ते अत्र इ हल्य घोः इति सूत्रम् अत्र अघोः कृते एव भवति इति. अघोः इत्युक्ते न घुः इति अघुः तस्य अघोः भवति. घु इति एका संज्ञा अस्ति. दा अपि धा द्वयोः घुसंज्ञकधातुः घुसंज्ञकधातु अत्र किञ्चित् प्रतिध्वनिः अस्ति भगिनि. नमस्ते, म्यूट् कुर्वन्तु कृपया. अधुना आसीत् घु इति एका संज्ञा अस्ति. सा संज्ञा तु दा अपि च धात्वोः कृते अस्ति. अतः अत्र ई हल्यघो इत्यस्य कार्यं न भवति. किमर्थम् अत्र घुसंज्ञक सूत्रम् अपि एकम् अस्ति. तदस्ति दाधा घ्वदाप् इति. तस्मिन् विषये अग्रे विस्तृतेन दत्तमस्ति भगिनि. ई हल्यघोः अत्र श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति. किति णिति हलादि सार्वधातुकप्रत्यये परे. परन्तु घुसंज्ञकधातुः चेत् न भवति. घुसंज्ञकधातुः नाम दा धा च धातु न घुः अघुः तस्य अघोः. अत्र ईलुप्तप्रथमाङ्कं पदं हलिसप्तम्यन्तम् अघोः षष्ट्यन्तं त्रिपदमिदं सूत्रं. श्नाभ्यस्तयोरातः इत्यस्मात् श्नाभ्यस्तयोः आतः चेत्यनयोः अनुवृत्तिः गमहनजनखनघसां लोपः क्नित्यनङ्गि इत्यस्मात् क्निति इत्यस्य अनुवृत्तिः अद्भुत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य नाभ्यस्तयोः आतः इ क्निति हलिसार्वधातुके अघोः. अत्र सूत्रमस्ति इ अल्यघोः सूत्रम्. अत्र कदा ईकारस्य आदेशः भवति इति दत्तमस्ति. तत्तु श्नाप्रत्ययस्य अपि च अभ्यस्तसंज्ञकधातोः आकारस्य स्थाने ईकारादेशः भवति. यदि किति निति हलादिसार्वधातुकप्रत्ययः परः अस्ति इति. अत्र घु इत्युक्ते दा अपि च धा द्वयोः अन्ये अपि सन्ति अत्र. परन्तु इदानीम् अस्माकं कृते दाधा द्वयोः नयामः. अत्र नघुः इत्युक्ते अघुः, तस्य षष्ट्यन्तमस्ति अघोः इति. अत्र अनुवृत्तिसहितसूत्रमस्ति, अङ्गस्य श्नाभ्यस्तयोः आतः इ क्निति हलि सार्वधातुके अघोः इत्युक्ते अत्र इदानीमत्र जुहोत्यादिगणे तु अभ्यस्तसंज्ञकधातोः कृते अस्ति. अभ्यस्तस्य आकारस्य स्थाने ईकारादेयः भवति. यदि अभ्यस्तसंज्ञधातुः परं प्रत्ययः क्निति हलि सार्वधातुकप्रत्ययः अपि च धातुः घु धातुः न. अत्र यथा वयम् उदाहरणमपि दृष्टवन्तः, मा इति धातुः अस्ति, अत्र प्रथमपुरुषद्विवचने अत्र प्रथमं तु मा भवति, अनन्तरं मम भवति, इदानीं अन्यसूत्रमपि अस्ति खलु अत्र मीमा इति भवति. एकनिमिषः भगिनि, अत्र भृण्यामित् इति सूत्रमस्ति. भृण्यामित् इत्यस्मात् अत्र मीमा भवति. अनन्तरं मीमायोगः तः, इदानीम् अत्र त इति हलादि अपित् अस्ति, अतः अपित्वात् नित्वत् भूत्वा अत्र इ अल्यघोः इत्यस्य कार्यमस्ति. अतः अत्र मिमीतः इति रूपं निष्पन्नं भवति. अन्यतः आगतः भगिनि. नमस्ते भगिनि. रश्मि भगिनि पठति वा भगिनि? हेमापि अस्मि भगिनि. भङ्गः अभवत्. भगिनि किमपि पृच्छन्ती आसीत् न? ह्यः महोदयेन उक्तवान् तत्र दाधा घ्वादाप् घदाप् तत्र तस्य विषये एव. अहं पठामि वा भगिनि? अस्तु. दादाग्वदाप् दारूपधातोः धारूपधातोः च घुसंज्ञा भवति दाप् दैप् च विहाय. यस्य धातोः स्वरूपं दा धा च अथवा आदेशेन यस्य धातोः रूपं दा धा च भवति तस्य धातोः घुसंज्ञा भवति. श्रूयते वा महोदय? आहत्य षड् धातवः गृहीताः, डुदाञ्च् दाण् दो डेङ्क् दुधाञ्ज् धेट् च. अनुबन्धलोपानन्तरं चत्वारः दा धातवः सन्ति, द्वौ धा धातुस्तश्च. दाश्च दाश्च दाश्च दाश्च तेषाम् एकशेषो दाः, धाश्च धाश्च तयोरितरेतरद्वन्द्वौ धौ, दाश्च धौ च तेषाम् इतरेतरद्वन्द्वौ दाधाः. नदाप् अदाप् दाधाः प्रथमान्तं, घूलुप्तप्रथमान्तम् अदाप् प्रथमान्तं त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं दाधाः गु घु अदाप्. अस्मिन् सूत्रे घुसंज्ञक विषयः अस्ति. अत्र दा अपि धा धातुद्वयमपि घुसंज्ञा भवति. अकारान्तधातवः सन्ति, तत्र दारूपधातुः इत्युक्ते दाप् अपि च दैप् त्यक्त्वा केवलं धा अपि च धा इति आहत्य तत्र षट् धातवः सन्ति दुदाञ् दाण् दो देङ् दुधाञ्ज् धेट् च तेषाम् अनुबन्धलोपानन्तरं वयं पश्यामः धा धातवः चत्वारः अपि च धा धातु द्वौ स्तः अत्र दा अपि च धा धातुः घूसंज्ञकधातुः भवति अदाप् इत्युक्ते तत्र न दाप् इति अदाप् नन् समासः भवति अत्र अतः अदाप् विहाय दा अपि च धा घूसंज्ञकधातु स्तः इति परन्तु अत्र यत् ये धातवः सन्ति षड् धातवः तत्र कथं वा वयं दो देङ् धेट् तस्य ग्रहणं कथं भवति इति प्रश्नः उदेति अग्रे पठामि वा महोदय अस्मिन् सूत्रे कथं दो देङ् धेट् इत्येषां ग्रहणम् एते तु दारूपधातु दारूपधारूपधातवः न सन्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत् दुदाञ् दाण् दुधाञ्ज् इत्येषां प्रतिपदोक्तत्वात् तेषां ग्रहणं भवति किन्तु दो देङ् धेट् इत्येषां लक्षणमाध्यमेन एव आकारान्तत्वं सिध्यति आदेच् उपदेशेशिति इत्यनेन अशिति प्रत्यये परे यजन्तधातूनाम् आत्वं लक्षणेन एवम् एव येषां त्रयाणाम् आत्वम् इति कृत्वा ग्रहणं न स्यात् किन्तु उक्तपरिभाषायाः अपवादत्वेन ग्रामादाग्रहणेषु ग्रहणेष्वविशेषः इति तदग्रम अग्रिमपरिभाषया लक्षणेन एव दाधा इत्यनयोः आकारान्तत्वं सिध्यति चेदपि तयोः ग्रहणं भवति अदाप् इत्यस्य कथनेन दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणम् अपि तथैव भवति अत्र तर्हि दुदाञ्ज् दाण् अपि च दुधाञ्ज् अत्र दा धातु अपि च धा सन्ति परन्तु दो देङ् धेट् तु दा नास्ति अतः तस्य ग्रहणं कथं भवेत् इति प्रश्नः उदेति अत्र एका परिभाषा अस्ति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति यत् वदति केवलं प्रतिपदोक्तम् अस्ति तस्य एव ग्रहणं भवेत् इति इत्युक्ते दा दाण् अपि च दुधाञ्ज् इति परन्तु देङ् धेट् तु तत्र न प्रतिपदोक्तम् अस्य तेषां ग्रहणम् अतः तेषां ग्रहणं कथं भवति इत्युक्ते एकं सूत्रमस्ति आदेच उपदेशेशिति इति यद् सूत्रं वदति आत् एचः उपदेशे अशिति यत्र षित् प्रत्ययः नास्ति षित् विहाय अन्येषां प्रत्ययानां कृते उपदेश अवस्थायाम् आकारान्तत्व अङ्गस्य आकारान्तः एकारान्तं प्राप्नोति इति अतः यद् दृष्टान्त्वेन पश्यामः चेत् यथा गै धातु अस्ति तत्र तत्तु एच् प्रत्याहारे भवति यथा गै ध्यै तत्र अनेन सूत्रेण आकारान्तत्वं प्राप्ता तत्र प्राप्य तत्र गा अपि च ध्या इति रूपमायाति तत्तु लक्षणमेव न तु स्वरूपम् इति अत्र अन्यत् एका परिभाषा दत्तमस्ति यत् अग्रिमपरिभाषा तस्य अपवादमस्ति अपवादः अस्ति ग्रामात् अग्रहणेषु अविशेषः इति तद् अग्रिमपरिभाषया लक्षणेन एव भगिनी अस्य तावत् स्पष्टं नास्ति भगिनि, अपवाद एतत्तु परिभाषेन्दु शेखरः तस्मिन् पुस्तके अस्ति इति मन्ये सर्वे महान् प्रपञ्चः इति उक्तवान्, कुत्रचित् दृष्टवती दा इति अत्र अस्ति खलु, तर्हि दा इत्यस्य ग्रहणेनैव एव दा दा द्वयोः अपि ग्रहणं भवति इति लक्षणेन ग्रहणं भवति इति अपि उक्तमस्ति, किन्तु मयापि सम्यक् न जायते भगिनि, किन्तु जालपुटे दृष्टवती पुस्तकं तु दृष्टवती, किन्तु अस्य सूत्र अस्य परिभाषायाः सङ्ख्या न दत्ता खलु, तर्हि मया द्रष्टुं न शक्तं मया, तर्हि अत्र दृष्टवती पुस्तकं पीडिएफ् प्रेषयामि भगिनि न लभते भगिनि, परन्तु अत्र आहत्य सारांशः किम् इति किञ्चित् इत्युक्ते केषां धातूनां साधारणतया यत्र लक्षणमस्ति प्रतिपदोक्तत्वम् अस्ति, किन्तु प्रतिपदोक्तत्वस्य एव ग्रहणं भवति, लक्षणमस्ति इति कृत्वा यत्र धातोः उल्लेखः अस्ति तत्र लक्षणमस्ति इति यदि एजन्त धातवः सन्ति चेत् तेषां ग्रहणं न भवति वा, साधारणतया न भवति, साधारणतया यत् उपदेशे यत् अस्ति अस्माकं धातोः सूचना केन भवति, साक्षात् धातोः रूपं सूच्यते पाणिनिना चेत् तत्र भवति, नो चेत् किं भवति अस्माकं इक्षिप्तौ धातुनिर्देशे इति तेन भवति, अत्र सर्वत्र तु धातोः प्रतिपदोक्तत्वेन एव भवति, लक्षणम् अस्ति तादृशम् एकम् अन्यत् धातु अस्ति चेत् अन्यत् धातु स्वीकरोतु, यत्र अत्रैव अस्ति खलु अत्र एजन्तस्व आत्वं भवति, अनेके धातवः सन्ति खलु ये एजन्ताः सन्ति, तर्हि तेषाम् आत्वं भवति उपदेशे अशीति इत्यनेन, आदेशोपदेशे अशीति इत्यनेन, तर्हि तेषामपि ग्रहणं भवति वा सूत्रे यत्र उल्लेखः अस्ति चेत् ग्रहणं भवति वा इति प्रश्नः अस्ति चेत् साधारणतया न भवति, प्रतिपदोक्तीकरणीयम् इति अपवादेन केचन धातवः सन्ति तेषामेव तादृशग्रहणं भवति, यथा गा मा दा इति किल, यत्र गा इत्युक्तमस्ति गा इत्यनेन केचन धातवः तत्र उल्लेख तेषां ग्रहणं भवति, मा इत्यनेन केचन धातवः, दा इत्यनेन केचन, दा इत्यनेन दा धा अपि द्वयोः अपि ग्रहणं भवति इति सूत्रे एतत् परिभाषा दर्शयामः चेत् तत्र पूर्णतया प्रायः गतं दत्तानि सन्ति इति मन्ये, यत्र दृष्टवती तत्र उक्तम् आसीत् दा इत्यनेन दा धा इति धातोः अपि ग्रहणं भवति, ग्रहणं भवति, अस्तु भगिनि धन्यवादः, तावदेव पुस्तकमस्ति भगिनि, अहं तस्यैव किञ्चित् दृष्टवती किन्तु परिभाषा सङ्ख्या न प्राप्ता, यदि भवन्तः प्राप्नुवन्ति निश्चयेन भगिनि किञ्चित् ग्रहणं किमर्थं ग्रहणं, ग्रहणम् इत्युक्ते सूचितं किं सूत्रे तु अत्र तु दा दा गदाप् इति सूचितमस्ति, तर्हि दा इति धातुः साक्षात् प्रतिपदोक्तत्वदाधातोः एव उल्लेखः अस्ति, दाधातोः एव कार्यं तत्र उक्तमस्ति इति चिन्तयामः खलु, किन्तु केषाञ्चन धातुना ग्रहणम् इत्युक्ते तस्य एव देशे उक्तमस्ति इति स्वीकरणं तदेव धातुः स्वीकरणीयम् इति गृह्णामः खलु तदेव ग्रहणम् इति तदैव पृष्टं भगिनी एव पत्ति वा अग्रे पृष्टवती उपदेशे अशीति उपदेशे एजन्तस्य धातोरात्वं न तु शिति धातोः आत्वम् ओके उपदेशे इत्यनेन औपदेशिकधातूनां एव प्रसक्तिः न तु आतिदेशिक धातूनाम् उपदेशावस्थायाम् अशीति प्रत्यये परे एजन्तधातूनाम् अन्यस्य अन्त्यस्य एचः स्थाने आत्वादेशः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ श इत् यस्य स षित् श इत् अस्य षित् न षित् अषित् तस्मिन् विषये अशीति नन्तपुरुषः न अन्तपुरुषः नन्तपुरुषः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशीति सप्तम्यन्तम् अनेकप्रथमिदं सूत्रं लिटि तत्पुरुषः इति धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एषः धातोः आत् उपदेशे अशीति अत्र उपदेशे एजन्तस्य धातोः धातोः आत्वं न तु शिति आत्वम् आत्वं माने इत्युक्ते आकारः आदेशः भवति एच् इति प्रत्याहारस्य एकः वर्णः अस्ति चेत् तस्य स्थाने आ इति आदेशः उपदेशे इत्यनेन औपदेशिक धातूनाम् एव प्रसक्तिः न तु आतिदेशिकधातूनाम् अहं तु न जानामि धातूनां दातवः आतिदेशिक औपदेशिकधातवः भवितुमर्हन्ति आतिदेशिकदातवः अपि भवितुमर्हन्ति औपदेशिक इत्युक्ते यत् उपदेशितमस्ति पाणिनिना वा अन्यवैयाकरणैः पूर्वोक्तैः यत् सूचितानि सन्ति सूचिताः ते धातवः औपदेशिकदातवः अनन्तरं यथा अनेके धातवः वयं पठितवन्तः खलु एतावत्पर्यन्तं वयं ये धातवः पश्यामः ते सर्वे तु औपदेशिक उपदेशे एव आसीत् खलु धातुकोशः पश्यति चेत् तत्र ये ये धातवः भगिनी पश्यति तत् ते सर्वे तु आतिदेशिक क्षम्यताम् औपदेशिकधातवः साक्षात् द्वा किं द्विसहस्रदातवः सन्ति खलु ते सर्वे तु औपदेशिकदातवः अनन्तरं किं भवति इत्युक्ते केचन प्रत्ययाः सन्ति यदा निजन्तमस्ति खलु निच् प्रत्ययः अस्ति खलु तर्हि केचन प्रत्ययाः सन्ति यस्य मेलनेन नूतनधातुः निष्पन्नः भवति निजन्तदातवः इत्यपि वदामः खलु निच् इति प्रत्ययस्य योजनेन निजन्तदातुः नूतनधातुः उत्पन्नः भवति यथा भू इति अस्ति खलु भू इति धातुः अस्ति भवति इति भवति इति आयाति तर्हि भूधातोः निजन्तरूपमस्ति भावि इति भवति भूयोगः इ निच् इत्यस्य इ इति योजयामः चेत् भावि इति नूतनधातुः आयाति तर्हि भावि इति तस्य तु निजन्तदातुः अस्ति भावयति इति रूपं तस्य भवति भवति इति भूधातोः भवति इति रूपं लग्नकाररूपं भावि इति नूतन आदिदेशिकः यत् अस्माभिः यत् निर्मितम् अस्ति तत् आदिदेशः आदिदेशिकधातुः तर्हि तस्य तु रूपम् आयाति भावयति इति आयाति तर्हि द्विसहस्रदातवः ये वयं पठितवन्तः धातुकोशे सन्ति तेषामेव यदि एजन्तदातुः अस्ति चेत् ततः यत्किमपि धातुः एजन्त उपदेशे यत् एजन्तदातुः अस्ति द्विसहस्रधातुतः धातुभ्यः यत् एजन्तदातुः अस्ति तस्य आत्वं भवति निमित्तमस्ति अशिति इति परेषित् प्रत्ययः नास्ति चेत् आत्मं भवति, षित् अस्ति चेत् आत्मं न भवति. साधारणतया निचि तथा एव भवति. निच् प्रत्ययः चूरादिगणे यत्र आयाति तत्र तु एतस्य सूत्रस्य कार्यं तत्र द्रष्टुं शक्नुमः. आदेश उपदेशे किमर्थमित्युक्ते निच् प्रत्ययः तत्र तु षित् नास्ति खलु, निच् अस्ति तत्र सूत्रस्य प्रसक्तिः. उपदेशावस्थायां अशीति प्रत्यये परे एदन्तधातूनाम् अन्य अन्त्यस्य एचः स्थाने आत्वादेशः. अत्र इदानीं त्वं उक्तं न येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने अल् तस्य स्थाने इति प्रश्नः उदेति खलु. एजन्तदातु एच् एच् इति अस्ति, आदेच् इति अस्ति, एच् इति अस्ति. एकः धातोः इत्युक्ते एच् इति एकः धातुः तस्यैव स्थाने इति अर्थः भवति वा इति प्रश्नसूत्रमस्ति. केन विधिस्तदन्तस्य इत्यनेन यस्य धातोः यस्य अन्ते धातुः यस्य अन्ते एच् वर्णः अस्ति तेषां सर्वेषां ग्रहणं भवति. अनन्तरं आत्वम् आयाति खलु, आदेशः भवति. तर्हि आदेशः कुत्र भवति, धातुः पूर्णतया भवति वा इति प्रश्नस्य उत्तरम् अस्ति अलौन्तस्य इत्यनेन अल् अन्तिम अल् वर्णस्य एव स्थाने आदेशः. येन विधिस्तदन्तस्य तु अन्तविधिः अन्तविधिः अस्ति, यस्य ग्रहणं भवति इति प्रश्नस्य उत्तरं ददाति. एच् इत्यनेन ए ऐ ओ औ अस्ति. अत्र अशीति विवरणं कृतं ष इत् अस्ति अशीति सषित् न षित् अशित् तस्मिन् विषये अशीति नैन्तत् पुरुषः. अत्र आत् तदिति धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशीति. अस्तु, नैन्तत्पुरुषसमासः वयं दृष्टवन्तः. अन्तः इति अस्ति, अनन्तः न अन्तः अनन्तः इति नैन्तत्पुरुषः न षित् अषित् इति पूर्वं योजयामः. अस्तु, धन्यवादः भगिनि. अनेन दुधान् अपि दुधान् अपि घुसंज्ञकौ धातु घुसंज्ञक इति वा भगिनि? अत्र वयं पूर्वं दृष्टवन्तः खलु, अस्माकं सूत्रमासीत् खलु इ हल् अगोः इति अस्ति खलु. अगोः इत्युक्ते अहं तु गतसप्ताहे अपि कक्षायां न आसीत् आसम् अत्र इ हल् अगोः इति पूर्वमपि अस्माभिः दृष्टम् आसीत् श्नाद्युत्युरतः श्नात् प्रत्ययति वयं क्रियादिगणे दृष्टवन्तः. तर्हि इहल्यगोः इति सूत्रं किं वदति, श्नाप्रत्ययस्य वा अङ्गस्य प्रत्ययात् अङ्गस्य वा अभ्यस्तसंज्ञकधातोः आकारस्य स्थाने ईकारादेशः भवति इति नीति हलादिप्रत्ययपरे इति पूर्वं दृष्टं. किन्तु सर्वत्र भवति, एकत्र एव सूत्रस्य प्रसक्तिः नास्ति. यत्र घूसंज्ञकधातुः अस्ति चेत् एतस्य सूत्रस्य कार्यं न भवति. तर्हि इति सूत्रं वदति. अनन्तरं वयं किं दृष्टवन्तः, गु इत्युक्ते किम् इति प्रश्नः उदेति खलु. गु इत्युक्ते किं, गु धातुः इत्युक्ते किं? तर्हि तस्य कृते एव संज्ञासूत्रमस्ति, दाधा ग्वदा इति सूत्रमस्ति. घु इत्युक्ते दा धा धातवः, घु संज्ञकधातवः इति. तर्हि तत्र एव अस्माकम् उत्तरम् अधुना आयाति दुधान् दुधा धातुद्वयमपि गोसंज्ञकधातुः अस्ति. केन सूत्रेण? दादा गुदाप् इति सूत्रेण. तर्हि गोसंज्ञा अस्ति चेत् ईहल्यगोः किं वदति? अगोः इति अस्ति. अगोः इति इत्युक्ते नयन्तत्पुरुषः तत्रापि अगोः अगुः अगोः इति आयाति. तर्हि प्रसक्तिः नास्ति. अनेन दुधान् दुधान् अपि दुधान् अपि भूसंज्ञकौ धातुम् अतः ईहल्यकोः इत्यस्य प्रसक्तिः नास्ति. नाभ्यस्तयोरातः इति सूत्रं कितिङिति सार्वधातुकप्रत्ययपरे कार्यं करोति. केवलम् अजादि अपि तु न उक्तम्. अतः अवसरः यत्र भवति तत्र हलादि अपि तु अपि कार्यं करोति. धातुः धातुः अनयोः प्रसङ्गे तादृश अवसरः प्राप्यते. श्नाभ्यस्य रातः इति साधारण सामान्यसूत्रमस्ति खलु. सूत्रं किं वदति? श्ना प्रत्यान्तङ्गम् अभ्यस्तसंज्ञकधातोः आकारस्य लोपः भवति किटिङ्गिति सर्वदातिके प्रत्ययपरे इति साधारण इति सामान्यसूत्रं. तत्र तु हलि अचि इति न उक्तं. किटिङ्गिति प्रत्ययपरे सार्वधातुकप्रत्ययपरे एव उक्तम्. अचुवर्णः आदौ अस्ति वा हल् वर्णः आदौ अस्ति वा इति किमपि न उक्तं. तर्हि सामान्यसूत्रमस्ति. ईहल्यगोः इति सूत्रस्य सूत्रं तु अनन्तरम् आयाति. श्नाभ्यस्तिवरातः इति सूत्रस्य साक्षात् अनन्तरं. पश्यतु सूत्रसङ्ख्या पक्षक 112 अस्ति, ईहल्यगोः 113 अस्ति. तर्हि श्नाभ्यस्तिवरातः इति सूत्रस्य पूर्णतया अनुवृत्तिः आयाति. किन्तु किं भवति? ईहल्यगोः किं वदति? अत्र तु लोपः न भवति, किन्तु ई आकारस्य स्थाने ईकारादेशः भवति. तर्हि ईकारादेशः कुत्र भवति? हलादि किटिमिति प्रत्यये सार्वधातुके प्रत्ययपरे अस्ति चेत्. यदि हलादि अस्ति चेत् ईहल्यगोः कार्यं करोति अभ्यस्तसंज्ञकधातूनां कृते. जुहोत्यादिगणे सर्वत्र अभ्यस्तसंज्ञकः भवति खलु. नृत्वं भवति तर्हि अभ्यस्तसंज्ञकधातवः सन्ति. तर्हि ईहल्य यत्र यत्र हलादि किटिमिति प्रत्यये परे ईहल्यगोः आगत्य ईकारादेशः भवति आकारस्य स्थाने. किन्तु यदि अजादि अस्ति चेत् ईहल्यगोः इत्यस्य कार्यं नास्ति, प्रसक्तिः नास्ति. तत्र तु सामान्यसूत्रं श्नाभ्यस्योराथ इत्येव सूत्रमेव कार्यं करोति अजादि अस्ति चेत्. किन्तु अत्र किम् अभवत्? दुदाङ् दुदाङ् तत्र किम् अभवत्? ईहल्यगोः इति सूत्रं साक्षात् वदति, तत्रैव वदति अगोः इति उक्तमस्ति. तर्हि सूत्रैव उक्तमस्ति गुसंज्ञकधातुः अस्ति चेत् ईहल्यगोः इति सूत्रस्य प्रसक्तिः किञ्चिदपि नास्ति, साक्षात् नास्ति एव. तर्हि श्नाभ्यस्ते तर्हि तस्मिन् सन्दर्भे श्नाभ्यस्तयोरातः इति सामान्यसूत्रमेव कार्यं करोति. अजादि प्रत्यये परे वा हलादि प्रत्यये परे वा उभयत्र श्नाभ्यस्तयोरातः इति सूत्रमेव सूत्रस्येव कार्यं भवति. तर्हि तदेव पूर्वं रामप्रिया भगिन्या दृष्टम् उक्तमासीत् खलु, प्रतिपादितमासीत् खलु, हलादि अपि तु अजादि अपि तु उभयत्र अपि श्नाभ्यस्तिवरातः इति सूत्रस्य सूत्रेण आकार्यस्य लोपः भवति. धन्यवादः. मणिमहोदय दा धातोः कृते तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यम् उपर्युक्तम् एव. तद्विहाय लोट्लकारस्य मध्यमपुरुषः पुरुषे ददा योगहि दे योगहि देहि सूत्रमिदम्. दा गुसंज्ञकः इति तस्य डीटेल्स् उपरि उक्तम्. अत्र मध्यमपुरुषे एव मध्यमपुरुषे एकवचने ददा योगहि इति वयं दृष्टवन्तः. अत्र आकारस्य स्थाने गुषोः एतावता अभ्यासः लोपः च इति सूत्रेण आकारस्य स्थाने ददा इति आकारस्य स्थाने सारि एकारः भवति सः अधः इति द्वे इति भवति अनन्तरम् अभ्यासं लोपः भवति अधः देहि इति रूपं प्राप्तवन्तः महोदय सूत्रस्य सूत्रमपि वशो एतावत् अभ्यास लोपः च हि परे गुसम्यक धातोः अस् धातोः च स्थाने एकारादेशः भवति अभ्यासः अस्ति चेत् तस्य लोपः भवति अलोन्तस्य इत्यनेन धातुरूपाङ्कस्य अन्तिमवर्णस्य स्थाने एकारादेशः न तु पूर्णतया अङ्गस्य गु श अश्च तयोः ऋतरेतुरदन्तः दन्तोः द्वसोः तयोः द्वसोः अभ्यासस्य लोपः अभ्यासलोपः षष्ठी तत्पुरुषः द्वसोः षष्ठ्यन्तम् एत् प्रथमान्तं हौ सप्तम्यन्तम् अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं द्वसो अङ्गस्य एत् अभ्यासलोपः च हौ महोदय गुसम्यक् धातोः परे यत्र हि अस् धातु द्वयोः गुसम्यक् धातुः वा अस् धातुः अस्ति चेत् तस्य परे तयोः परे हि इति प्रत्ययः अस्ति चेत् अस् योगः हि तत्रापि समानकार्यं गुसम्यकधातुः योगः हि नो चेत् अस् योगः हि गुसम्यकः अनन्तरम् अस् धातु परे हि आदे हि आदेशे इत्युक्ते वा ओके महोदय अत्र एकारादेशः भवति इति उक्तं हि परे कस्य स्थाने अन्तिमस्थाने अलोन्तस्य एकारादेशः भवति नाट् पूर्णतया गुश्च अश्च तयोः महोदय अनुवृत्तिसहितसूत्रं वदामि वशोः गु अस् द्वयोः स्थाने अङ्गस्य अन्तिमस्थाने एत् आगच्छति अभ्यासम् अपि लोपः हि हौ परे महोदय धन्यवादः महोदय आं भगिनि ग्वसोरेत् हवाभ्यस्य लोपश्च प्रथमं जलं जशोन्ते इति सूत्रेण जष्ट्वं भवति ग्वसोरेत् इति तकारस्य स्थाने दकारः आदेशः भवति ग्वसोरेत् हवाभ्यस्य लोपश्च अभ्यासलोपश्च अनन्तरं जयोः अन्यतरस्याम् इत्यनेन विकल्पेन पूर्वसवर्ण आदेशः भवति सवर्ण आदेशः इत्युक्ते हकारस्य स्थाने पूर्वदकारस्य सवर्ण वर्णः आदेशः भवति ग्वसोरेधा अभ्यासलोपश्च इति भवति तत् सूत्रमस्ति जयोः अन्यतरस्यां जयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्ण आदेशो भवति. जयः पञ्चम्यन्तम् अह हः षष्टि अन्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम् उदः स्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः अन्यतरस्याम् इत्युक्ते विकल्पेन अनुवृत्तिसहितसूत्रं जयः हः पूर्वस्य सवर्णः अन्यतरस्यां. सूत्रं वदति यदा जयः इति प्रत्याहारे वर्णः अस्ति चेत् पूर्ववर्ण हः स्थाने हकारस्य स्थाने पूर्ववर्णस्य सवर्ण सदृशवर्णः विकल्पेन आदेशः भवति इति हकारस्य स्थाने. जय जय प्रत्याहारे के के वर्ण तदेव जबगडद प्रथम द्वितीय तृतीय चतुर्थ कपै कपै पर्यन्त. अस्तु भगिनि, धन्यवादः भगिनि. सुब्रह्मण्यमहोदय. इदानीं दधायोगः हि देहि, दधायोगः हि धेहि, अस्धातोः एधि इति भवति. अग्रे अदादिगणस्य हलन्तधातुपाठे प्रक्रिया द्रष्टव्या. अत्र इदानीं वयं दृष्टवन्तः अत्र घ्वसोरेद्धावभ्यासलोपश्च इति सूत्रात् अत्र ददायोगः हि अस्ति, अत्र हि परं परे अस्ति, अत्र ददा इति घुसंज्ञक धातुत्वात् अत्र ददा अस्ति, अतः अत्र अभ्यासस्य लोपः भवति, अपि च एकारादेशः अपि भवति, अतः अत्र देहि इति. तथा एव दधा योगः हि देहि इति भवति. दाधातोः अङ्गतिङ् प्रत्ययोः मेलने कुत्रचित् चर्त्वसन्धिः भवति खरीच इत्यनेन सूत्रेण. चर्त्वसन्धौ तत्तत्वर्गस्य प्रथमसदस्यादेशः भवति. खरीच इति सूत्रम् अधः विवृतम्. अत्र पुनः अत्र दाधातोः कृते अत्र अङ्गतिङ्प्रत्ययमेलनसमये कुत्रचित् चर्त्वसन्धिः भूत्वा अत्र तत्तत् वर्गस्य प्रथमसदस्यः आदेशः भवति इति खरीच इति सूत्रात्. अत्र ददायोगः तः अत्र प्रथमं तु तः इति अपित् अस्ति, अतः नित्वत् भूत्वा श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः अस्ति. अतः अत्र अभ्यस्तस्य आकारस्य लोपः भवति. दद्योगः त्वः इदानीम् अत्र खरीच इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् अत्र दद् इत्यस्मात् अन्तिमदकारः यः अस्ति तत्तु झल् प्रत्याहारस्य वर्णः. ता यदस्ति अनन्तरं तत्तु अत्र खर् प्रत्याहारस्य वर्णः, अतः खरीच इत्यस्य प्रसक्तिः आगत्य झल् झलः स्थाने चर् आदेशः भवति. इत्युक्ते दकारस्य स्थाने तत् वर्गस्य प्रथमसदस्य इत्युक्ते तकारः आगच्छति, आदेशः भवति. अतः दत् योगः तः दत्तः इति वर्णमेलनं भवति. तथा एव अत्र ददायोगः स्थः पुनः प्रथमं श्नाभ्यस्तयोरातः आकारस्य लोपः भूत्वा दद्योगः स्थः, अनन्तरं पुनः अत्र खरीच इत्यस्य प्रसक्तिः, अतः दत्तः इति रूपं निष्पन्नं भवति. एवमेव ददायोगः तात् दत्तात्, अददायोगः ताम् अदत्ताम्, ददायोगः ते दत्ते, अददायोगः थाः अदत्थाः. अत्र पुनः एवमेव तृष्णाभ्यस्तयोरातः अनन्तरं खरीच द्वयोः सूत्रयोः प्रसक्तिः भूत्वा अन्तिमरूपं निष्पन्नं भवति. महाप्राणधा किल भगिनि, लट्लकारे वा अत्र ददस्ततो दोदः इति सूत्राणि विवरणं धा धातुः गतसप्ताहे दृष्टवन्तः किन्तु तथापि धा धातोः कृते तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यम् उपर्युक्तमेव. विहाय लोट्लकारस्य मध्यमपुरुषे ददायोगः हि तत्रापि धेहि इति यथा महोदयेन उक्तवान् तथैव अत्रापि देहि इति रूपम् आयाति. अन्यच्च इतोपि एकं कार्यमस्ति, नूतनसूत्रमस्ति ददस्ततोश्च इति. द्वित्वकृतस्य जषन्तस्य धाञ्ज् धातोः बशो भश् स्यात् ततोः द्वोः च परयोः. दधा इत्यस्य यत्र आकारलोपः तत्र दध् इति जषन्तरूपं सिद्ध्यति. तादृशस्य दध् इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे थकारे सकारे ध्वशब्दे च परे. इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं, हल् सन्धिकार्यमेव अष्टमाध्याये च. झष् प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः. भष् झ भ घ ड भ, भष् प्रत्याहारे ब ग ड द इत्येते वर्णाः ज विहाय, अपि च भष् प्रत्याहारे भ घ ड ध इति चतुर्थवर्णाः, वर्गस्य चतुर्थवर्णाः झ विहाय. तश्च थ च तथौ तकारादिकारः उच्चारणार्थः. तयोः ततोः ददः षष्ट्यन्तं, ततोः सप्तम्यन्तं च अव्ययपदं, त्रिपदमिदं सूत्रम्. एकाचो बशो भष् जषन्तस्य स्थोः इत्यस्मात् बशो भष् जषन्तस्य स्थोः इत्येषाम् अनुवृत्तिः. अनुवृत्तिसहितसूत्रमस्ति झषन्तस्य ददः बशः भष् स्थोः ततोः च. इदं सूत्रं वदति यत्र श्लु इत्यनेन द्वित्वं भवति, अपि च धातु यदि झषन्तः अस्ति चेत्, झषन्तः इत्युक्ते तत्र झ ब घ ड द सर्वे चतुर्थवर्णाः आविष्टाः समाविष्टाः तत्र. यदि झषन्त धातुः अस्ति ददः कृते इत्युक्ते धा धातु कृते, यत्र ददः इति दद् इति अङ्गम् अस्ति, तत्र भषः स्थाने भष् आदेशः भवति. भष् इत्युक्ते तृतीयवर्णाः जकारविहाय, अपि च ते चतुर्थवर्णाः भवन्ति भष् इति, तत्र भ घ ड ध इति. यदि सकारः वा तकारः थकारः द्व परे आयाति चेत् तत्र बशः स्थाने भष् इति भवति इति सूत्रं वदति. अग्रे अस्ति उदाहरणरूपेण दधायोगः तः इति. त तु हलादि अपित् अस्ति, अपित्वात् अत्र गुणकार्यं न सम्भवति, अपि च श्नाभ्यस्तयोरातः तस्य कार्यं भवति, यतोहि ङिति सार्वधातुके इति निमित्तम् अस्ति इति. अतः अत्र आकारस्य लोपः भवति श्नाभ्यस्तयोरातः अनेन, तर्हि दध् योगः तः इति भवति. इदानीं ददस्ततोश्च इति सूत्रस्य प्रसक्तिः अपि च कार्यमपि. दध् इति अङ्गं यत्र अस्ति तत्र धकारः जषन्तं जष् प्रत्याहारे अस्ति, जषन्तम् अस्ति. अपि च पूर्वस्थितस्य अल्पप्राणधकारस्य महाप्राणधकारः भवति, भषः स्थाने भष् इति, अतः धद् इति भवति. धद्योगः तः इदानीं खरीचसूत्रं कार्यं करोति. झलः स्थाने चरादेशः भवति यदि खर्वर्णः परे अस्ति इत्युक्ते, अत्र त तु खर्वर्णः अस्ति, अतः धकारस्य स्थाने चर्त्वादेशं भूत्वा तकारः आयाति, अतः धत्तः इति रूपम् आयाति. एवमेव दधायोगः थः धत्तः, दधायोगः तात् धत्तात्, दधायोगः ते धत्ते, दधायोगः स्व धत्स्व, अदधायोगः त अधत्त. सर्वेषां कृते अत्र थकारः तकारः सकारः वा ध्व इति परे अस्ति चेत् अत्र सर्वत्र ददस्ततु श्नाभ्य त्रीणि सूत्राणि कार्यं करोति. श्नाभ्यस्तयोरातः ददस्ततोश्च अपि च खरि च यदि कार्यं करोति तत्र सन्धिकार्यं करणीयम्, अत्र तु करोति एव. धन्यवादः. भगिनि, धा धातोः अङ्गतिङ् प्रत्ययोः मेलने कुत्रचित् तत्त्वसन्धिः भवति, अपि च कुत्रचित् जस्त्वसन्धिः भवति. झलां जशि इति सूत्रेण जष्ट्वसन्धौ एतत् वर्गस्य तृतीयसदस्यादेशः भवति. झलां जषि इति सूत्रम् अधः विवृत्तम् अस्ति. उदाहरणानि एवं दधा योगः द्वे, श्नाभ्यस्तयोरातः इत्यनेन काकारस्य लोपः, दद् योगः द्वे ददस्तदो ततोश्च दध् योगः द्वे, जलां जषि. धद् योगः द्वे धद् वे. अत्र जलां जषि तृतीयसदस्य आयाति, जश् प्रत्ययः जश् अस्ति चेत् जश् अस्ति चेत् तत्तु दद् योगः द्वे. अत्र ददस्तथोश्च कार्यं करोति, अत्र महाप्राण धद् आयाति. जलां जषि अत्र महाप्राणः अल्पप्राणः आयाति, धद् आयाति. योगः द्वे धद् वे द्वे दद् योग दद् द्वे. एवमेव दधा ध्वं दद् ध्वम् अदधा योगः ध्वम् अदध्वम्. अतः आहत्य अपित्सु प्रत्ययेषु धा धातोः त्रीणि कार्याणि भवन्ति. आकारलोपः श्नाभ्यस्तयोरातः, द योग द अनुवृत्ति ध दधस्तयोश्च कार्यं करोति. तथ स ध्व परे चेत् इदं कार्यं भवति. तत्त्वसन्धिः कर् परे खरि परे, जष्ट्वसन्धिः जषि परे. अस्तु भगिनि. आं भगिनि, धन्यवादः. सन्धिकार्यस्य कृते सूत्राणि इमानि छलां जशोन्ते पदान्ते छलः स्थाने जशान्त जशादेशो भवति पदात्तरे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव बाधकसूत्रम् अस्ति चेत् अन्यवार्ता छल् प्रत्याहारे पञ्चमवर्गीयः पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अनुनासिकवर्गीयव्यञ्जनानि अपि च शः प्रयोगे वर्गाणां प्रथमः द्वितीयः तृतीयः चतुर्थश्च वर्णाः आयन्ति जश् प्रत्याहारे वर्गाणां तृतीयवर्णः ज ब ग ड द स्थानेन्तरतमः इत्यनेन कवर्गीयाणां स्थाने गकारः चवर्गीयाणां स्थाने जकारः टवर्गीयाणां स्थाने दकारः टवर्गीयाणां स्थाने नकारः पवर्गीयाणां स्थाने बकारः इति छलां षष्ट्यन्तं दशः प्रथमान्तम् अन्ते सप्तम्यन्तं त्रिपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः तर्हि पदस्य अन्ते छल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति अयं जष्ट्वसन्धिः इति उच्यते अनुवृत्तिसहितसूत्रं पदस्य अन्ते छलां जशः तत्र तु छलां जशोन्ते इति सूत्रस्य विवरणम् अस्ति एतत्तु जष्ट्वसन्धेः सूत्रमस्ति तत्र सूत्रं वदति एकपदस्य अन्ते छल् अस्ति चेत् तत्र छलः स्थाने जश आदेशो भवति इति छल् प्रत्याहारे किमपि छल् प्रत्याहारस्य कोऽपि वर्णः पदान्ते आगच्छति चेत् तत्र जश् प्रत्याहारस्य वर्णम् आगच्छति इति पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव अत्र तु पदात् परे पदस्य अनन्तरं कोऽपि वर्णः अस्ति चेदपि नास्ति चेदपि सूत्रस्य प्रसक्तिः अस्ति पदान्ते इति कृत्वा अग्रे अस्माकम् इदानीन्तने अस्माकम् इदानीन्तने कार्ये था धातोः कृते जस्तुसन्धिः भवति परन्तु छलां जशोन्दे इत्यनेन न यतः अस्माकं सन्धिकार्यं पदान्ते नास्ति अपि तु पदस्य मध्ये एव अतः अत्र जस्त्वसन्धिः क्रियते छलां जश् झरि इति सूत्रेण झषि इति सूत्रेण अत्र वदति अत्र धातोः विषये तत्र तु पदस्य मध्ये एव जस्त्वसन्धिः भवति पदान्ते न भवति अतः छलां जश् छषि इति सूत्रेण सूत्रस्य कार्यं तत्र भवति इति सूत्रं किं वदति इति अनन्तरं दत्तमस्ति तदपि पठनीयं वा भगिनि छलां जश् छषि छलां स्थाने जशादेशो भवति छषि परे अनेन सूत्रेण जस्त्वं भवति अपदान्ते छष् प्रत्याहारे वर्णानां तृतीयः चतुर्थश्च वर्णाः अन्तर्भूताः छलां षष्ठ्यन्तं जशः प्रथमान्तं छषि सप्तम्यन्तं त्रिपदमिदं सूत्रं योर्व्यावचिसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं छलां जश् छषि संहितायाम् अत्र वदति छल् स्थाने जश् जशादेशो भवति छषि परेदि, छष् प्रत्याहारस्य कोऽपि वर्णः परे आगच्छति चेत् तत्र छल् स्थाने जश् आदेशः भवति इति. अनेन सूत्रेण जस्तुं भवति अपदान्ते. अस्मिन् एतेन सूत्रेण तत्र जस्तुसन्धिः पदान्ते न भवति, पद अपदान्ते भवति. अतः पदस्य मध्ये कोऽपि कुत्रापि भवति इति. आं भगिनि, तर्हि पदान्त जष्ट्वविधायकसूत्रे द्वे स्तः, एकमस्ति जलां दशि इति अपदान्तकार्यमस्ति चेत् जलां दशि, पदान्तकार्यमस्ति चेत् जलां दशति इति. धन्यवादः भगिनि महोदय. महोदय, करिच करिपरे जलगस्थाने चरादेशः भवति, करि सप्तमी अन्तं च अव्ययपदं द्विपदम् इदं सूत्रं. जलां जस् जसि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः, अभ्यासे सर्च इत्यस्मात् सर्च इत्यस्य अनुवृत्तिः, तयोः व्यो वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनिवृत्तिदशसूत्रं जलां चर् खरि च संहितायां. जल् खरि परे जल् स्थाने चरादेशः भवति. यत्र यत्र जल् वर्णः अस्ति ततः परं कर् वर्णः अस्ति चेत् अत्र जल् वर्णः सत्त्वसन्धिः भवति इति उक्तं. महोदय, अनिवृत्तिसदसूत्रं जलां चर् हरि च संहितायां, जल् तदेव जल् वर्णः चर्परे खरिपरे चर्वर्णः भवति, दट् इस् चतुर्सन्धिः भवति इति उक्तं. चतुर्वर्णः चतुर्थवर्णः प्रथमवर्णः भवति चतुर्सन्धि च जलं जल् न चतुर्थ चतुर्थ जल् इति चतुर्थ तृतीयचतुर्थस्य स्थाने चतुर्थ छर् इति प्रथमवर्णः आयाति खलु. जल् इत्युक्ते तृतीय जबगडद जबैगडदश् जबगडदश् इति आयाति खलु. तर्हि तृतीयचतुर्थस्य स्थाने प्रथमसदस्यः आयाति. पठामि खर् इत्युक्ते. आं महोदय, अग्रे पठतु. खर् इत्युक्ते खर् इत्युक्ते द्विवर्णः प्रथमः. चर् प्रत्याहारे च ट थ ख प इत्यनेन इत्येते वर्णाः वर्णानां प्रथमवर्णाः अन्तर्भूताः. स अपि अन्तर्भूताः, परन्तु अनेन सूत्रेण सस्थाने स, शस्थाने श, स स्थाने स इति कारणतः कोऽपि भेदः नास्ति तत्र. पदान्ते इदं सूत्रं जलां जसोन्ते इत्यस्य बाधकम्. चर् प्रत्याहारे चटतप कप ससर् इति सर् इति वर्णाः अस्ति चेत् स श स इति अत्र कोऽपि भेदः अस्ति. चटत क प इति वर्णाः एव कार्यं करोति इति उक्तम् अत्र. पदान्ते इदं सूत्रं जलां जसोन्ते इत्यस्य बाधकम्. पदान्ते भिन्नसूत्रमस्ति, भावसाने इति सूत्रमस्ति, तेनैव चर्चं भवति प्रायः महोदय. अत्र पदस्य मध्ये इति पदस्य मध्ये जलं जसि पदस्य अन्ते पदस्य मध्ये खलु पदान्ते तु जलां दशन्ति अनन्तरं भावस्थाने इति सूत्रेण चर्चं भवति भावस्थाने इति भिन्नसूचनीयं भवति महोदय नो चेत् मम अवगमनं धन्यवादः पदान्ते तु भावस्थाने इति अस्तु तर्हि दुधाय इति अग्रिष्टमस्ति दुधाय इति नित् अस्ति तत् उभयपदे धातुः अस्ति तर्हि ते तस्य रूपाणि पश्यामः कृपया अस्तु तस्य करोति वा आम् आं भगिनि लट्टि परस्मैपदि लट्लकारः तिङ्ग सिद्धतिङ् प्रत्ययः तीतः अति इति दधा इति अङ्गमस्ति तत्तु हलादि पित् अस्ति अतः गुणकार्यस्य प्रसक्तिः अत्र नास्ति किमर्थम् इत्युक्ते इकन्त अङ्गः नास्ति वर्णमेलनं सन्धिकार्यम् अकः सवर्णे दीर्घः इति सूत्रेण सवर्णदीर्घसन्धि दधाति अनन्तरं तः तत्र भगिनी ति इति एव आसीत् खलु ति प्रथमं तु अकः सवर्णे दीर्घः इत्यस्य किमपि कार्यं तत्र नासीत् खलु दधा इति अङ्गम् ओहो क्षम्यताम् आम् आम् आम् आम् आम् आम् आम् अति नास्ति अति एव आम् वर्णमेलनमेव दधाति अहं तु श्नाभ्यस्तयोरातः किमपि क्षम्यताम् अत्र तः इति हलादि अस्ति अपित् अस्ति अपित् कारणात् आकारलोपः भवति दद् इति भवति अनन्तरं श्नाभ्यस्तयोरातः इति सूत्रेण दद् इति भवति ददस्ततोश्च इति सूत्रेण तत्र आम् जशन्त अवयवः अस्ति अतः बश्वर्णस्य स्थाने बश्वर्णः आगच्छति इत्युक्ते ध आगच्छति चतुर्थ ध दद् अस्ति दद् योगः तः तः इति खरी अस्ति अतः खरी च इति सूत्रेण दत्तः दकारस्य चतुर्थदकारस्य स्थाने प्रथमतकारः तकारः आगच्छति दत्तः बहुवचने अति इति अत्रैव अति अत्र तत्तु अजादि अस्ति अपित् अस्ति अत्रापि श्नाभ्यस्तयोरातः इति सूत्रेण अकारस्य लोपः दध इति अस्ति दत् क्षम्यतां दद्योगः अति इति अस्ति दद्योगः अति ददति इति एव नास्ति किमर्थम् इत्युक्ते परे अजादिवर्णः अस्ति स्वरः अस्ति धन्यवादः सुब्रह्मण्यमहोदय इदानीमत्र दधा अङ्गं मध्यमपुरुष लट्लकाररूपाणि दधायोगः सि इति पित् अस्ति अतः अत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः परन्तु गुणः न भवति किमर्थं चेत् अत्र आकारान्तधातुः अस्ति अतः केवलं वर्णमेलनमेव दधासि इति रूपं निष्पन्नं भवति दधायोगः थः इदानीमत्र थः इति अपित् अस्ति अतः नित्वत् भूत्वा श्नाभ्यस्तयोरातः इत्यस्य कार्यम् अतः आकारस्य लोपः भवति दध् योगः थः थ इति अत्र दध् योगः थः इत्यस्मात् अत्र दधस्ततोश्च इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् अत्र थ इति परे अस्ति, धद् इत्यस्मात् अत्र झषन्तस्य दधः इत्यस्य प्रसक्तिः अस्ति. अतः अत्र बषः स्थाने भष् आदेशः भवति, इत्युक्ते प्रथमदकारस्य स्थाने धकारः आदेशः भवति. अतः धद् योगः थः. इदानीमत्र धद् इत्यस्मात् यः अन्तिमधकारः अस्ति तत्तु झल् प्रत्याहारे अस्ति. थः इत्यस्य थ इति खर् प्रत्याहारस्य वर्णः, अतः अत्र खरीच इत्यस्य कार्यं भवति. झलः स्थाने चरादेशः खरिपरे, अतः अत्र धकारस्य स्थाने तकारः, अतः धत् योगः थः धत्थः इति रूपं भवति. अनन्तरम् अत्र दधा योगः थ समान्य कार्याणि, अतः अत्र धत्थ इति रूपं निष्पन्नं भवति. आहत्य दधासि धत्तः धत्त इति रूपाणि निष्पन्नानि. हेमा भगिनी उत्तमं पश्यति. आं भगिनि, अत्र मे वः मह इति सिद्धतिं प्रत्ययः, दधायोगः मे, अत्र मे तु हलादिपित् अस्ति, पित्वा तत्र गुणः न भवति यतोहि आकारान्तधातुः अस्ति इति, अत्र केवलं मेलनं भवति दधामि इति. तदनन्तरं वः अस्ति, वः तु हलादि अपित् अस्ति, अपित्वा तत्र सर्व स्नाभ्यस्तयोरातः सूत्रस्य कार्यं भूत्वा आकारस्य लोपः भवति. तर्हि दध्योगः वः दध्वः समानकार्यमस्ति दद्मः अपि, दधामि दद्वः दद्मः. पुष्पा भगिनि लोट्लकारस्य प्रथमं पश्यतु. लोट्लकारे तु तात् ताम् अतु अस्ति, तु तु पित् अस्ति, तत्कारणात् स्नाभ्यस्तरातः कार्यं न करोति. पित्तति इति अस्ति चेत् न, इति नीति नास्ति तत् तथैव तदैव वर्णमेलनम् अस्ति. दधातु अस्ति, तात् तु हलादि अपित् अस्ति. अपित् नास्ति भगिनि, तातन् इति तातङ्ग् अस्ति, अस्ति तत्तु अहं बहु सम्यक् न जानामि. तथैव तातम् इति प्रत्ययः अस्ति, नकारस्य लोपः भवति, तर्हि नित् भवति खलु, नकारस्य इच्छन्या भवति, तर्हि तात् इति तिष्ठति. अस्तु, न इदानीं तातं मम सम्यक् अर्थं न जानामि. तथैव वदामि भगिनि, तातम् इति तथैव तातम् अस्ति, इदानीम् आगच्छति वा, इदानीम् आगच्छति वा, इदानीम् आगच्छति, मनसि न अस्ति, मनसि नास्ति, तदैव एरर् इति प्रत्ययः. तथैव स्नाभ्यस्तरातः कार्यं करोति, आकारस्य लोपः अत्र ददस्तथोश्च कार्यं करोति. अत्र दध् आयाति, दध्योः दध् आयाति तत्र न न न दध् अस्ति अत्र दध् आयाति योगः तात् इति अस्ति खलु. तात् जश्शी तु अस्ति न अत्र दश नास्ति खलु. तात् इति किं तात् इति तात् तात् इति तकारः खरि अस्ति वा दशि अस्ति वा कर्तृत्याहारे अस्ति वा दश प्रत्याहारे अस्ति वा तकारस्तु जर्षि अपि अस्ति किन्तु कर्तृत्याहार तत्तु बलवत् भवति खलु. हल्पति अस्तु तत्तु दत्तात् दत्तात् करिचैत्यनेन चर्तुं करिचैत्यनेन दत्तात् आयाति तां तु तथैव दत्ताम् आयाति. अतु तु अदादि अपि अस्ति स्नाभ्यस्तयोरातः कार्यं करोति आकारस्य लोपः दध् योगः अतु दधतु. धन्यवादः. महोदय कः रश्मि भगिनी मणिमहोदय वक्तुम् इच्छति चेत् मणिमहोदय ओके महोदय. तदा योगः मध्यमपुरुषे हि तात् तं त तदा योगः हि हि अपि तपि गुशोः एताव अभ्यासलोपः इति सूत्रेण हि परे दातु स्थाने एकारः भवति तदे इति भवति अनन्तरम् अभ्यासलोपेन अभ्यास द लोपः भवति अतः दे इति रूपं भवति दे योः हि देहि इति रूपम् आगच्छति. अनन्तरं तात् स्थाने तातङ् इति इत्येन स्नाभ्यस्तुरात् कार्यं करोति अतः आकारं लोपं भूत्वा दत् योः तात् इति भवति. अनन्तरं ददस्ययोः इति सूत्रेण प्रथमतकारस्य बसः बस् इति रूपं भवति देन् दत्तः दत् योः तात् इति भवति. अनन्तरं करिच इति सूत्रेण तकारं सन्धि भवति अतः दत् तात् इति रूपं भवति. महोदय एकवचने द्विवचने तदेव दत्तं बहुवचने दत्त इति रूपाणि भवन्ति महोदय. भगिनी नास्ति वा तर्हि रामप्रिया भगिनी. आम् आनि आव आम इति लोट्लकार उत्तमपुरुषे दधा इति अङ्गम् दधा योगः आनि अत्र एव अकः सवर्णे दीर्घः इति पितः अस्ति अजादिपितः अस्ति अत्र एव अकः सवर्णे दीर्घः इति सूत्रेण सवर्णदीर्घसन्धि भवति दधानि ददाव ददाम. सुब्रह्मण्यमहोदय इदानीं लङ्लकारः भगिनि अत्र प्रथमं तु लुङ् लङ् लृङ् षड् दात्त इत्यनेन आडागमः अडागमः अदधा योगः त ता पित् अस्ति अतः अत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति परन्तु गुणकार्यं न भवति किमर्थं चेत् अत्र आकारान्तङ्गमस्ति अतः अदधात् इति रूपं निष्पन्नं भवति अनन्तरम् अदधा योगः ताम् इदानीम् अत्र ताम् इति अत्र अदधा योगः ताम् अत्र ताम् इदानीम् एकनिमिषः भगिनि अत्र प्रथमं स्नाभ्यस्तयोरातः इत्यस्य कार्यम् अतः तामिति अपित् अस्ति अतः नित्वत् भूत्वा अत्र स्नाभ्यस्तयोरातः इत्यनेन अत्र अभ्यस्तस्य आकारस्य लोपः भवति अतः अदध् योगः ताम् इदानीम् अत्र ताम् इति अत्र आदौ तकारः अस्ति अपि च अत्र जशन्तदधः अस्ति अतः बषः स्थाने भष् आगच्छति अतः अधद् योगः ताम् इदानीम् अत्र ताम् इति अत्र तकारः खरि अस्ति पूर्वं धकारः यः अस्ति तत्तु झल् झलि अस्ति अतः झलः स्थाने चरादेशः खरिपरे अदध् अधद् योगः ताम् अत्र धकारस्य स्थाने तकारः अधत् योगः ताम् अधत् ताम् इति रूपं निष्पन्नं भवति अनन्तरम् अत्र उत्तम प्रथमपुरुष बहुवचनम् अदधा योगः उः उः इति अत्र अस्ति शिजभ्यस्तविदिभ्यश्च इत्यनेन अत्र उः इति आगच्छति प्रथमपुरुष बहुवचने अदध् अदधा योगः उः इदानीम् उः इति अपित् अतः नित्वत् भूत्वा श्नाभ्यस्तयोरातः इत्यनेन अदध् योगः उः इदा केवलं वर्णमेलनम् अतः अदधुः इति रूपं निष्पन्नं आहत्य प्रथमपुरुषलङ्लकाररूपाणि अदधात् अधत्ताम् अदधुः आम् धन्यवादः महोदय पुष्पभगिनी अत्र सकारः तं ता उत्तम ऐ मीन् मध्यमपुरुष लङ्लकारे अदधा अङ्गं धातुः अदधा योगः सकारः तु हलादि पित् अस्ति अत्र ससजुषुरोः अत्र कार्यं करोति पदान्तसकारः विसर्ग रुः इति आदेशः भवति रुः इति आदेशः ससजुषो रुः इत्यनेन रुः आदेशः भवति अनन्तरं करवसाने विसर्जनीयः इत्यनेन रु इत्यस्य स्थाने विसर्गः आयाति करवसानयोर्विसर्जनीयः करवसानौ विसर्जनीयः तथैव विसर्गः आयाति अदधाः तं तु हलादि अपित् अस्ति श्नाभ्यस्तयोरातः का इत्यनेन आकारस्य लोपः अदद् योगः तम् अत्र अदत्तम् अस्ति ददत्ततोश्च अत्र दद् अदद् आयाति अत्र पुनः जश्शि आयाति जश्शि जश्शि किन्तु खरी च इति बलवत् भवति खरीच तत्तु तथैव अदत्तम् अदत्तं या अदत्तं तथैव अदत्त भगिनि धन्यवादः भगिनि रश्मि भगिनि अस्ति नास्ति अस्ति ओ रश्मि भगिनि नास्ति वा मणि महोदय म्यूटेड् शमिता महोदय उत्तमपुरुषे अं व म इति रूपं प्रत्ययः अधः अम् अपि पित् अस्ति अधः मेलनमेव तदायोः अं तदाम् अत्र अकारसवर्णादिकसन्ति अपि अति सो आ ददाम् इति रूपं भवति महोदय अनन्तरं द्विवचने हलादि पित् वा हलादि अपित् अत्र वक चर्तुसन् यस् महोदय सारि आयोगः तदा योगः व अत्र आकारस्य स्थाने स्नाभ्यस्वरातः इति लोपो भवति अधः अद्दत् इति अदत्योगः वः अदत्व अदत्व इति रूपं भवति महोदय अनन्तरं मध्यमपुरुषे म योगः सारि बहुवचने बहुवचने सारि बहुवचने अयोगः तदा योगः म अत्रापि स्नाभ्योत्सरात् इति सूत्रेण आकारलोपं भूत्वा तद् अदत्म इति रूपं भवति महोदय धन्यवादः महोदय विधिलिङ्गि अपितः अस्ति हलादिः अस्ति अतः प्रथमं श्राभ्यस्तयो रातः इति सूत्रेण आकारस्य लोपः भवति अनन्तरं तद् न कार्यं करोति अत्र ततस्ततोश्च अत्र न कार्यं करोति आम् आकारस्य लोपः एव दद्यात् दद्यातां दद्युः दद्याः दद्यातं दद्याथ दध्यां दध्याव दध्याम सुब्रह्मण्यं भगिनि आत्मनेपदि प्रथमपुरुषलट्लकाररूपाणि इदानीं दधायोगः ते अत्र ते अपित् अस्ति अतः नित्वत् भूत्वा प्रथमं स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः दध् योगः ते इदानीम् अत्र दधस्थतोश्च इत्यस्य कार्यं भवति अतः अत्र धद् योगः ते भवति खरिच इत्यनेन धत्ते इति रूपं भवति दधायोगः आते प्रथमं स्नाभ्यस्तयोरातः इत्यनेन दध् योगः आते वर्णमेलनं दधाते इति रूपं निष्पन्नं भवति तथा एव दधते इति रूपम् आहत्य धत्ते दधाते दधते अस्तु महोदय धन्यवादः से आथे द्वे से तु हलादि अपित् अस्ति स्नाभ्यस्तयोरातः कार्यं करोति आकारस्य लोपः अत्र केन सूत्रेण स्नाभ्यस्तयोरातः कार्यं करोति न अत्र सकारस्य ददस्ततोश्च तत् कार्यं करोति तत्र सकारः किं करोति दत्से दद् से न महाप्राण अल्पप्राण से दत्से महाप्राण प्रथम खरीच इति आयाति खरीच तर्हि अल्पप्राण द्वितीय तकारः आयाति तकारः अल्प अल्पप्राण तकारः दत् न सकारः एव तिष्ठति न तिष्ठति तकारः धकारस्य स्थाने ता इति आयाति प्रथमवर्णः तकारः सर्पस्य हरे तस्य तत् आयाति खरीचे इति सूत्रेण दत्से दत्से दत्से आथे तु अजादि अपि अस्ति तथैव शापस्तयोरातः कार्यं करोति दद् योगः ते दद् योगः आते खलु भगिनि दद् योगः आते आते आते तत्र दधाते आगच्छति दधाते दध्रे तु दधाते अत्र आते इति अस्ति प्रथमं किम् आते इति कीदृशप्रत्ययः उक्तवती वा प्रथमद्वे अस्ति हलादि अपित् अस्ति अत्र एतत् कार्यं करोति श्नाभ्यस्तयोरातः कार्यं करोति तथैव ददस्ततोश्च तु कार्यं करोति तत्र दद् आयाति द्वे अत्र तत्तु करिचने करिच आयाति किमर्थमित्युक्ते धकारः द्वे इति प्रत्ययस्य धकारः करीच इति खर् प्रत्याहारे नास्ति खर् प्रत्याहारे प्रथमद्वितीयसदस्यवर्णाः एव सन्ति धकारः तु चतुर्थसदस्य वर्णः अस्ति खलु, तर्हि खरीच न आयाति, जलाम् अत्र जलां जषसि, दद्वे जलां जषि, जलां जषसि, जलां जषसि आयाति, दद् महाप्राण अल्पप्राण द्वे, दद्वे. धन्यवादः महोदय. उत्तमपुरुषे ये अस्ति अतः ददायोः ये अच्वर्णः अतः सवर्ण स्नो स्नाभ्यस्वरात् सूत्रं न कार्यं करोति, अतः सारि कार्यं करोति, कार्यं करोति एव महोदय. महोदय अतः आकारं लोपं भूत्वा दद् इति रूपं भवति. अनन्तरं ये योगेन दत्ते इति रूपं भवति महोदय. द्विवचने दद्दे ददे ददे महोदय. थेङ्क् यू. वहे द्विवचने दद् ददायोः वहे अत्रापि स्नाभ्योसात् इति सूत्रेण आकारलोपं भूत्वा दद् वहे इति रूपं भवति. बहुवचने अपि ददायोः महे स्नाभ्यस्वरात् इति सूत्रेण आकारलोपं भूत्वा दद् महे इति रूपम् आहत्य दद्दे ददे ददे ददे दद्वहे दद्महे इति रूपाणि भवन्ति महोदय. धन्यवादः महोदय. लोट्लकारः ताम् आताम् अथाम् इति अस्ति. दधा योगः ताम् प्रथमं ताम् इति अपित् अपित् अस्ति, हलादि अपित् अस्ति, स्नाभ्यस्तयोरातः इति सूत्रेण आकारलोपः दद् योगः ताम्. अनन्तरं ददस्ततोश्च इति सूत्रेण दकारस्य दकार अल्पप्राणस्य महाप्राणः भवति. अनन्तरम् अत्र ताम् इति अस्ति, अतः खरी च, अतः दत्ताम् दत्तां भवति. अनन्तरम् आताम् अताम् इति अपित् अस्ति, परन्तु अजादि अपित् अस्ति, अतः श्नाभ्यस्तयोरातः इति सूत्रेण अकारलोपः भवति. ददातां ददतां दत्तां ददातां ददतां भगिनि मध्यमपुरुष लोट्लकाररूपाणि स्व आथां ध्वं त्रयाणां कृते अथवा अत्र प्रथमं अपित्वात् नित्वत् भूत्वा स्नाभ्यस्तयोरातः इत्यस्य कार्यम्. अतः दध् इति रूपं दध् योगः स्व अत्र इदानीं स्व इति अत्र दधस्तथोश्च इत्यस्य कार्यं भवति, अतः दध् योगः स्व सकारः खरि अस्ति, अतः खरि च इत्यनेन धत् योगः स्व धत् स्व इति रूपं भवति. दध् योगः आथाम् अत्र केवलं वर्णमेलनमेव, अतः दधाथाम् इति रूपं निष्पन्नं. दध् योगः ध्वं पुनः अत्र दधस्तथोश्च इत्यनेन दध् योगः ध्वम् इदानीमत्र ध्वम् इत्यस्मात् धकारः अत्र झष् अस्ति, अतः झलां झष् झषि इत्यस्य कार्यम्, अतः पूर्वतन धकारस्य दकारः, अतः धद् ध्वम् इति रूपं निष्पन्नं भवति. आहत्य धत्स्व दधाथां धद् ध्वं रूपाणि. उत्तमपरिषत् आनि आव आम त्रीणि अपि आत्मनेपदम् आनि आवाम अजाय अजादिपिस् अस्ति दद् ददा ददा योग दधा योगः आनि दधानि भगिनि भगिनि ऐ आवहयामहे. ओ सारि सारि सारि ओ तथैव अत्र क्षम्यतां महोदय. ऐ आवहै आमहे दधा योगः ऐ वृद्धिकार्यं करोति. दधै दधा योगः ऐ दधै अस्ति. आवहै तु सवर्णदीर्घ कार्यं करोति न सवर्णदीर्घ. न भगिनि तदा योगः ऐ अत्र तु वृद्धिसन्धिः अस्ति वृद्धि दत् इदानीं वक्तुम् एतत्तु पित् अस्ति पित् अस्ति तर्हि श्नाभ्यस्योरतः इति कार्यं नास्ति नास्ति काष्णाभ्यस्त त्रीणि अपि शाभ्यस्तरातः कार्यं न करोति. ददा योगः ददै इदानीं वक्तुं ददै आवहै आमहै अकः सवर्णदीर्घसन्धि दधा योगः आवहै दधावहै दधामहै. महोदय लङ्लकारे त इति रूपम् एकवचने ददा योः ततः पूर्वं लङ् लङ् लुङ् लङ् लृङ्षु अडुदातः इत्यनेन आकारं भवति पूर्वम् आयोः तदा योः त अत्र ददा आयोः ददा अत्र नाभ्यस्वरात्रि सूत्रेण आकारः लोपं भूत्वा अदत् इति रूपं भवति. अनन्तरं तकारः हलादि अपीत् अतः अत्र ददस्तयोः इति सूत्रेण कार्यं करोति महोदय. अतः बसः बस्सः बस् इति रूपं भवति तृतीय वर्णस्थाने चतुर्थवर्ण आदेशः अतः दद् इति रूपं भवति. अनन्तरं करीच इति सूत्रेण अत्र चतुर्थवर्णस्य प्रथमतकारः आदेशः अतः अदत्त इति रूपं भवति महोदय. अनन्तरं द्विवचने आताम् इति रूपम् आयोगः ददा योगः ताम् अत्र आताम् आतां महोदय अत्र स्नाभ्यस्वरातः इति सूत्रेण आकारं लोपं भूत्वा अदत् इति रूपम् आताम् इति योगेन अदधाम् अदधाथाम् इति रूपं भवति महोदय. अनन्तरं अददातां बहुवचने अम् इति महोदय अत्र तां महोदय क्षम्यतां अत आयोः तदायोः अत अत्रापि स्नाभ्यस्वरतः इति सूत्रेण आकारः लोपं भूत्वा अदद्द इति रूपम् अनन्तरम् अत इति योगेन अदद्द इति रूपं रूपं भवति महोदय अदद्द अदत्ताम् अदद्दाताम् अददाताम् अदत्त इति रूपम् अनुभवन्ति महोदय अदत्त धन्यवादः महोदय लङ्लकारे मध्यमपुरुषः ताः आतां द्वम् लुङ् लङ् लुङ् शु ष्वडुदातः इति सूत्रेण आकार अडागमः दधा योगः ताः अपित् अस्ति श्नाभ्यस्तयो रातः इति सूत्रेण आकारलोपः अनन्तरं दधस्ततोश्च इति सूत्रेण बषः स्थाने बष् अनन्तरं थाम् इति अस्ति थाः इति अस्ति अतः खरीच इति सूत्रेण प्रथमवर्णः आदेशः भवति अधत्ताः आताम् इति अपित् अस्ति अजादि अस्ति स्नाभ्यस्तयो रातः इति सूत्रेण अकारलोपः अदधाताम् द्वम् इति अपित् अस्ति स्नाभ्यस्तयो रातः इति सूत्रेण अकारलोपः ततश्च इति सूत्रेण बश् स्थाने बश् अनन्तरम् अत्र द्वम् इति अस्ति अतः जष्ट्वसन्धि जलां जष् जषि इति सूत्रेण अतः अदध्वम् अदत्ताः अदत्ताताम् अदध्वम् अदध्वम् इदानीं लङ्लकारस्य उत्तमपुरुषरूपाणि आत्मनेपदी अदधायोगः इ अपित्वात् अत्र श्नाभ्यस्तयोरातः इत्यनेन अदध् योगः इ अदधि इति रूपं भवति वहिमहि अपि अत्र अपित्वात् नित्वद् भूत्वा श्नाभ्यस्तयोरातः अतः अदध् योगः वहि अदध्वहि केवलं वर्णमेलनम् अदध् महि अत्रापि वर्णमेलनमेव आहत्य अदधि अदध्वहि अदध्महि इति रूपाणि विधिलिङ्ग् सर्वाणि अजादि अपित् अस्ति तथैव स्नाभ्यस्तयोरातः कार्यं करोति आकारस्य लोपः तथैव योगः ईता दधीता दधीयातां दधीरन् दधीरन् दधीताः दधीयातां दधिध्वं दधीय एकनिमिष दधीय दधीवां धन्यवादः शुभरात्रि धन्यवादः शुभरात्रि